ओके वदतु. ॐ सनावतु सनो भुनक्तु सवीर्यं करवावहे तेजस्विनावधीतमस्तु मा विद्विषावहे. ॐ शान्तिः शान्तिः शान्तिः. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वतये नमः. ॐ श्रीगुरुभ्यो नमः. येनाक्षर्षमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. ॐ गुरुवेभ्यो नमः. धन्यवादः. ओके कस्य अनिल् आगतवान् न? ओके चन्द्रमति. अनिल् तु नोस् एव्रिथिङ्ग्. चन्द्रमति अस्ति वा? न. ओके पूर्णिमा. पूर्णिमा भगिनि मम ध्वनिः श्रूयते वा? श्रूयते वा? श्रूयते श्रूयते. समस्या द्विवारं वा द्विवारं वा द्विवारं वा नमस्ते भगिनि नमस्ते भगिनि इति उक्तवती भवती न श्रुतवती इति अहं चिन्तितं. न श्रुतवती तस्मिन् समये न श्रुतवती, इदानीं श्रूयते. वयं पाणिनीयसूत्रं कथं पठनीयं समापितवन्तः, सत्यम्? आम् आं भगिनि. ओके निमित्तं समापितवन्तः वा? आम् आं भगिनि. तदपि समापितवन्तः? समापितवन्तः. ओके निमित्तविषये किञ्चित् वक्तुं शक्नोति? आं भगिनि. वदतु. आं भगिनि. यत्किमपि स्मरणीयम् निमित्तं सूत्रे सूत्र सूत्र विभक्तयः निमित्तं भवति. पाणिनि द्वितीयविभक्ति चतुर्थीविभक्ति विना विभक्ति विभक्त अन्यविभक्ति साधारण विभक्तयः अन्यं सूचयति. पाणिनीयसूत्रे सप्तमी विभक्ति पञ्चमी विभक्ति द्वितीयविभक्ति तृतीयविभक्ति प्रथमविभक्ति सूत्रे भवति. सप्तमी विभक्ति पञ्चमी विभक्ति तृतीयविभक्ति निमित्तं भवति. सप्तमी विभक्ति भवति चेत् सप्तम्यात् विभक्त्यात् पूर्वं कार्यं भवति. पञ्चमी भवति चेत् अनन्तरं भवति, परं भवति, निमित्तात् परं भवति. तृतीय भवति चेत् उभयमपि निमित्तं भवति, किञ्चित् संयोजनं भवति. षष्ठीविभक्ति भवति चेत् स्थानं निर्दिशति. यत्र षष्ठी भवति तत्र एव कार्यं भवति. प्रथमाविभक्ति तत् किं भवति इति प्रथमाविभक्ति स्थानस्य परिवर्तने किं कार्यं भवति इति निर्दिशति. कार्याणि कानि? कार्याणि तदेव कार्याणि सङ्ग आदेश आगम अथवा नामकरणम्. आदेशः आगमः अथवा नामकरणम्. ओके भवत्याः अभिप्रायः किं निमित्तविषये? आल्मोस्ट् सेम् निमित्तं निमित्तसूत्रे निमित्तम् अस्ति चेत् तृतीया विभक्ति पञ्चमी विभक्ति अथवा सप्तमी विभक्ति निमित्तं सूचयति. पूर्णिमा भगिनी निमित्तम् इत्युक्ते कण्डिशन्स् आर् नियमाः वाट् नियमः कण्डिशन् तत् किं दर्शयति तत् वाट् इट् इट् इस् चेञ्ज् द कार्यं कार्यं कार्यं भवितं भवाय यातत् आवश्यकम् इति निमित्तं आवश्यकं कार्यं करणीयम् अस्ति इति किं दर्शयति निमित्तं दर्शयति निमित्तम् अस्ति चेत् एव कार्यं भविष्यति कार्यस्य स्थानं कः दर्शयति षष्टिविभक्तिः षष्टिविभक्तिः हा षष्टिविभक्तिः यत्र अस्ति तत्र कार्यं भवति परन्तु यदा निमित्तस्य उपस्थितिः अस्ति तदा एव कार्यं भविष्यति यावत्पर्यन्तं सर्वे अवगतवन्तः अनन्तरं वयम् एतत् समापितवन्तः वा हा निमित्तविषये यत्किमपि लिखितमस्ति निमित्तं समाप्तं सप्तमीविभक्ति पञ्चमीविभक्ति तृतीया विभक्ति सर्वं समाप्तं प्रभुक्षिणास्तु पठितवन्तः स्मरणे अस्ति पञ्च अहं पेज् न जानामि अहं टैटल् जानामि जीरो टु अत्र वन् समाप्तं टु अपि समाप्तं टु ए समाप्तं वा न त्रि आरम्भं करणीयम् ऐ थिङ्क् we didn't complete this tritiya vibhakti and all we were the last on panchami vibhakti we were reading that and then we were going to go to tritiya vibhakti but we did not complete okay atav pataniyam ha anil satyam va aam mahoday तृतीया विभक्तौ अस्ति तत् पठनीयं चेत् भवानेव आरम्भं करोतु अस्तु महोदय तृतीया विभक्तौ अस्ति तदा योगः इति उच्यते योगः इत्युक्ते सम्बन्धः सम्बन्धः इति अनेन निमित्तं पूर्वं अपि भवितुम् अर्हति परम् अपि भवितुम् अर्हति सम्बन्ध इति अनेन निमित्तं पूर्वम् अपि भवितुम् अर्हति परम् अपि भवितुम् अर्हति अतः सप्तमी पञ्चमी इति अनयोः मेलनम् इति चिन्तयाम चिन्तयताम् नाम पूर्वकार्यम् अपि अर्हति परकार्यम् अपि अर्हति अत्र महोदय सप्तमी पञ्चमी योजयित्वा तृतीया विभक्ति अस्ति सप्तमी पञ्चमी योजयित्वा तृतीया इति उक्तमस्ति गतकक्षा गतकक्षा अहं चिन्तयामि समानेव चिन्तनम् अत्र अस्ति ओके अत्र यत् पदं तृतीया विभक्तौ तत् कार्यस्य निमित्तम् इति युक्तौ कार्यस्य कारणं तस्य अभावे कार्यं न भविष्यति अत एव निमित्तम् अस्ति अभावे इत्युक्ते तत् नास्ति चेत् कार्यं न भविष्यति. ओके, उदाहरणं पश्यतु. सो चुनास्तुः अष्ट अध्याय चतुष्पादे चत्वारिंशत् श्लोक. सकारत् वर्गयोः सवर्गयोः ओहो स ओके अरे एतत् संस्कृतमस्ति, हिन्दी नास्ति. सकारत ओ सकारतवर्गयोः ओके सकारतवर्गयोः सकार च वर्गाभ्यां योगे सकार च वर्गौ स्तः. योगः सम्बन्ध इत्यनेन निमित्तं सकार च वर्गः च पूर्वम् अपि भवितुम् अर्हति, परमपि भवितुम् अर्हति. स्थो षष्ठ्यन्तं, चुना तृतीयान्तं, चुः प्रथमान्तम्. ओके, स्थो षष्ठ्यन्तं सो स्थानि, चुना तृतीयान्तं सम्बन्धः, चु प्रथमान्तं कार्यम्. ओके, उदाहरणं पश्यतु. अन्यत् प्लस् च, अन्य प्लस् त स्थाने च, प्लस् च अन्यच्च, अन्यच्च, अन्यच्च, अन्यच्च. किम् अभवत् तत्र? अत्र अन्यत् तकार अस्ति, प्लस् च, सो तकार, तकारस्थाने चकार आगच्छति. सो आदेश सप्तमी इव भवतः अभिप्रायार्थं परम् आगच्छति. ओके, कार्य ओके अस्तु. अत्र निमित्तं चकार परं कार्यं, तत्स्थाने च पूर्वम्. ओके, अन्यत् अत्र केवलम् अन्यत् इति पदम् अस्ति चेत् त च इति कार्यं भवति वा? न भवति किल? न भवति न. आम्, निमित्तस्य अभावे अन्यत् यथावत् तिष्ठति. यज् प्लस् नः, यज् प्लस् नकारस्थाने ञ प्लस् अह यज्ञ. अत्र निमित्तं जकारः पूर्वं, कार्यं न स्थाने ञ परं. तृतीया पञ्चमी इव अस्ति. पूर्वं कार्यं परम्. ओके, अतः काम्बिनेशन् सप्तमी पञ्चमी काम्बिनेशन् अस्ति तृतीया. नः, अत्र केवलं नः इति पदम् अस्ति चेत् नकार ङ्यकार इति कार्यं भवति वा? न भवति किल? निमित्तस्य अभावः नः यथावत् तिष्ठति. निमित्तं सप्तमी विभक्तौ चेत् पूर्वकार्यं, निमित्तं पञ्चमी विभक्तौ चेत् परकार्यं, निमित्तं तृतीया विभक्तौ चेत् कार्यं पूर्वं परं च. त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः, नामकार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी. अवगतं. अत्र नाम इत्युक्ते किम्? किं नाम कार्यार्थं? नाम देट् इस् टु से. ओके ओके, नाम ओके, नाम इत्युक्ते नेम् न अत्र. अहं नाम नाम यदा यदा पठति तदा टोन् चेञ्ज् करणीयं. नाम तदा इति नाम तदा पठनीयं, तदा अर्थं भवति. अहं नाम नाम अनेक अनेकेषु स्थलेषु दृश्यामि परन्तु अत्र समानार्थशब्दः वयम् इत्युक्ते इति अपि स्वीकर्तुं शक्नुमः. आम् आम् आम्, अवगतम् अवगतम्. ओके, प्रश्नाः सन्ति वा? एतद् वयं समापितवन्तः. पाणिनीयसूत्रेषु प्रथमा तृतीया पञ्चमी षष्टी सप्तमी एतत् सर्वं वयं पश्यामः. परन्तु स्मरणे किं स्थापनीयं? तत्र सामान्यविभक्तिकार्यं न भवति, तस्य अर्थं भिन्नम्. ओके, सामान्यतया प्रथमा इत्युक्ते कर्ता, तृतीया इत्युक्ते करण, एवमेवं वयं जानीमः. अष्टाध्याय्यां पाणिनीयसूत्रेषु तत् नास्ति, तत्र तु भिन्नम् अर्थम् अस्ति. ओके, प्रश्नाः सन्ति वा? न महोदय. न, अग्रे गच्छामः वा? आं महोदय. अग्रिम अग्रिम किं करपत्रं स्वीकुर्मः इत्संज्ञाविषयम्. इदानीमेव वयं साक्षात् सूत्रभागे न गच्छामः. ओके, इदानीं वयं सूत्रस्य सूत्राणां पठनम् आरम्भं कुर्मः. ओके, इदानीं कस्याः पर्यायः? विजल किशोर् महोदय, आरम्भं करोतु इत्संज्ञाप्रकरणविषये. अत्र इत्संज्ञा नाम का इति अस्माभिः ज्ञास्यते. व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते धातुः प्रत्ययः आदेश आगमः, तदा तस्य मूलरूपस्य नाम उपदेश. उपदेशावस्थायां यानि मूलरूपाणि सन्ति तेषु बहुवारं केचन वर्णः उपस्थितः, ये प्रक्रियायां लौकिकरूपेषु च न तिष्ठन्ति. यथा मूलरूपम् इत्युक्ते किम्? अत्र इत्संज्ञा प्रकरणमस्ति, अत्र लिखितम् अस्ति कि धातु उपदेशे अवस्थायाः धातु प्रत्यय आदेश आगम स्थिति चेत् तत्परं संवर्णानां निष्कासनं भवति. न न, मम कारणे पाणिना पाणिनि पाणिनि महोदय सूत्रं विधीयते. तत् सूत्रानुसारं कार्यसंज्ञा भवति, तत्परं रूपापि भवति. भवान् तु साक्षात् करणं करोति. मम प्रश्नः किञ्चित् भिन्नम् अस्ति. केवलं मूलरूपविषये वदतु. मूलरूपम् इत्युक्ते वयं मूलरूपे पाणिनि महोदय धातुपाठे ये धात्वा सन्ति सर्वाणि धातुः मूलरूपेण विद्यते. ओके, परन्तु मूलरूपं लौकिकरूपम् अथवा वयं उपयोगं कुर्मः, तदस्ति लौकिकरूपं. मूलरूपं लौकिकरूपं, तत्र भिन्नता किम् अस्ति? तत् मौलिकरूपं नास्ति, तत्परं तु वर्णानां निष्कासनं भवति. ओके, इदानीं यथा पाणिनेन सूत्रेण उदाहरणं पठतु. यथा गम धातु अस्ति, गम धातुः अस्ति, लटि गच्छति भवति. उपदेशे अस्य धातूनां गम लृ अस्ति. पाणिनिसूत्रपाठे गम लृ अस्ति. लृ इति वर्णः लोके न तिष्ठति. प्रक्रियायां तस्य लोपः भवति. ये वर्णाः उपदेशे सन्ति परन्तु लोके न तेषां नाम अनुबन्ध. अपि च तेषां विशिष्टा संज्ञा भवति इत्संज्ञा. तर्हि इमे वर्णाः स्वयम् इत्संज्ञकाः इच्छुम् इत्युच्यन्ते. गम धातु अस्ति, मतलब कि मूलरूपेण गमली अस्ति धातुपाठे उपदेशे अवस्था. गमली लोके न दृश्यते. परिवर्तनं भवति तत्र. तत्र यत् परिवर्तनं भवति, एकं वर्णानां निष्कासनं भवति, तत् संज्ञा उच्यते. ओके. तत् परम् इत्संज्ञा वर्णानां तस्य लोपेन लोपसूत्रेण लोप अपि भवति. तत् परं लोक लोकवर् लोक लोक धातु लोकं धातु लौकिकयुज्यं भवति. लौकिकधातुं युज्यं भवति. ओके. इत्युक्ते धातुपाठे पाणिनि गम्ल इति स्थापितवान्, परन्तु यदा वयम् उपयोगरूपे पश्यामः तदा तु केवलं गम् तिष्ठति, लु गतम् तदस्ति इत् संज्ञकवर्णः. ओके. अवगतवन्तः सर्वे? ओके. अग्रे पठतु महोदय. इत् संज्ञाया संज्ञायाः प्रयोजनं किम् इति चेत्, यस्य वर्णस्य इति संज्ञा तस्य लोपो भवति, केषां केषां वर्णानां इति संज्ञा भवति इति ज्ञायते इति संज्ञा विधायकसूत्रे हि. तत्र सप्तसूत्राणि सन्ति, मिलित्वा तेषां नाम इति संज्ञा प्रकरणं. पाणिनेः प्रमुखग्रन्थ अष्टाध्यायी इदं प्रकरणम् अष्टाध्याय्याम् एभिः च सप्तभिः सूत्रैः सर्वम् इत्संज्ञाविधायककार्यं सिद्ध्यति. प्रथमाध्याय तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञा प्रकरणम्. ओके. ओके. इदानीं संज्ञा प्रयोजनं किम्? संज्ञा प्रक्रियाया वर्णस्य संज्ञा भवति, तत्त्वं लोपः भवति, केषां केषां वर्णां वर्णानां संज्ञा भवति. पाणिनिसूत्रपाठे संज्ञा विधायकसूत्राय सूत्रैः सन्ति. सर्वाणि सूत्राणि इत्संज्ञाप्रकरणे अस्ति चेत् तत् इत्संज्ञाप्रकरणम् अस्ति. ओके. इदानीं चन्द्रमती अस्ति वा? सर्वदा मौनं तिष्ठति. सीतालक्ष्मी, सीतालक्ष्मी अस्ति भगिनि. ओके. ओके. प्रश्नमस्ति. ओके. वदतु. पठामि. ओके. कति सूत्राणि सन्ति इत्संज्ञक इत्संज्ञाविधायकसूत्राणि कति? वयम् इदानीं पठितवन्तः न, कति सूत्राणि? अष्ट. अष्ट महोदय, एतत् पुनः पठतु. इत्संज्ञायाः प्रयोजनं किम् इति चेत्, यस्य वर्णस्य इत्संज्ञा तस्य लोपः तस्य लोपो भवति, केषां केषां वर्णानाम् इत्संज्ञा भवति इति ज्ञायते इत्संज्ञा विधायकसूत्रैः. तत्र सप्तसूत्राणि सन्ति, मिलित्वा सप्तसूत्राणि मिलित्वा तेषां नाम इत्संज्ञाप्रकरणं. पाणिनेः प्रमुख ग्रन्थः अष्टाध्यायी इदं प्रकरणम् अष्टाध्याय्याम् एभिः च सप्तभिः सूत्रैः सर्वं इत्सज्ञा विधायकः कार्यं सिद्ध्यति. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रं आरभ्य अष्टसूत्रपर्यन्तम् इत्संज्ञाप्रकरणं. इदानीं पञ्चसूत्राणि सन्ति इत्संज्ञाप्रकरणसूत्राणि सन्ति सप्त. सप्त कस्मिन् भागे अष्टाध्याय्याः कस्मिन् भागे एतानि सूत्राणि दृश्यन्ते? प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रपर्यन्तं सूत्र आरभ्य प्रथमाध्यायस्य तृतीयपादस्य अष्ट सूत्रपर्यन्तं सप्त सूत्राणि सन्ति. किमपि प्रश्नः अस्ति वा यावत्पर्यन्तम्? मम प्रश्नः अस्ति. सीतालक्ष्मी अस्ति वा? आं महोदय. हा ओके. इत्संज्ञक विधायकसूत्रं हा किं दर्शयति अथवा किं वदति? अवगतं प्रश्नं? आं महोदय. इत्संज्ञाप्रयोजनं वर्गस्य संज्ञा यत् भवति तस्य लोपः भवति इति सूचयति. पुनः वदतु. इत्संज्ञाप्रयोजनम् अस्ति चेत् यस्य वर्णस्य इत्संज्ञा तस्य लोपः भवति. इत्युक्ते इत्संज्ञा सूत्रं किं दर्शयति? विभक्त भिन्नभिन्नविभक्तस्य विभक्तिविषये न इत्संज्ञा सूत्रं किं दर्शयति? सरस्वती इत्संज्ञा सूत्रं किं सूचयति वा किं दर्शयति? इत्संख्या वर्णान् केषां वर्णाम् इत्संख्या भवति इति सूत्रं दर्शयति. केषां वर्णानाम् इत्संज्ञा करणीयं हा अथवा इत्संज्ञा भविष्यन्ति तस्मिन् विषये सूचनां ददाति. ओके अवगतं. सीतालक्ष्मी अवगतम् इदानीं? येषां वर्णानाम् इत्संज्ञा करणीयं वा कर्तुं शक्यते तस्य अवगमनं ददाति सूत्रम्. ओके अन्य किम् अस्ति? सर्वे अवगतवन्तः इदानीम् इत्संज्ञा इत्युक्ते किम्, इत्संज्ञा विधायकसूत्रम् इत्युक्ते किम्, कति सूत्राणि सन्ति इत्संज्ञा विधायकसूत्राणि सर्वं ज्ञातुं प्रश्नाः सन्ति चेत् पृच्छन्तु, अन्यथा अग्रे गच्छामः. ओके इदानीं कस्य पर्यायः? हा अनुनासिकाः स्वराः. ओके चन्द्रमती भवती एव पठतु. अनुनासिकाः स्वराः उपदेशे उपदेशे नाम पाणिनेः मूलधातुषु मूलप्रत्ययेषु मूलादेशेषु मूलागमेषु च केचन स्वराः अनुनासिकाः. अनुनासिकः स्वरः नाम यस्मिन् अचि इति अनुनासिकचिह्नम् अस्ति. चिह्नम् इति वदतु. अनुनासिकस्य चिह्नम् अस्ति. उपदेशे नाम उपदेशे इत्युक्ते पाणिनेः मूल पाणिनेः मूलधातुषु मूलप्रत्ययेषु मूल आदेशेषु मूल मूलागमेषु च केचन स्वराः अनुनासिकाः. पाणिनिना उपदेश उपदेशं कृतं धातु प्रत्ययः आगमः आदेशः तादृशं शब्द शब्देषु अत्र कुत्र कुत्र अनुनासिकः स्वराः सन्ति तेषाम् अनुनासिकस्वराणां अनु एतत् अनुनासिकचिह्नसहितम् आगच्छति. केचन स्वराः अनुनासिकचिह्नसहितम् आगच्छति उपरि चन्द्रबिन्दु तादृशचिह्नं भवति तस्मिन्. अग्रे पठतु. सामान्यतया धातुकोशेषु पश्यन्ति चेत् तादृशु न कुत्रापि अनुनासिकचिह्नं दृश्यते. किमर्थम् इति चेत् प्राचीनकाले एकं सम्पूर्णं स्वरविज्ञानम् आसीत्. अस्माकम् आधुनिक युगे इदं विज्ञानं लुप्तम्. अतः स्वरविषये अस्माकं श्लोक क्लेशः स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि. किन्तु पाणिनेः सूत्रेषु अनुनासिक अनुनासिकस्वराणां प्रयोगो भवति. उपदेशे अजनुनासिकः अनुनासिक प्रथमाध्याये तृतीयपादे द्वितीयं सूत्रम् इति प्रथमं इत्संज्ञाविधायकं सूत्रम्. उपदेशावस्थायां यः अच् अनुनासिकः अस्ति तस्य इत्संज्ञा भवति अनेन सूत्रेण. अत्र सामान्यतया धातुकोशे इदानीं वयं पश्यामः चेत् अनुनासिकवर्णसहितं धातु लेखनं न पश्यति. किन्तु पाणिनेः अष्टाध्याय्यां धातुः अत्र अनुनासिकसहित धातु लिखितं सन्ति. इदानीं लौकिक अवस्थायां तद् न पश्यामः. कारणम् अस्ति पूर्वे धातु स्वरविज्ञानम् अधिकम् आसीत् तत् इदानीं लुप्तः अभवत् नष्टम् अभवत्. वयम् अधिकं स्वरविज्ञानं न जानीमः. अतः एव तादृशरूपम् इदानीं न पश्यन्ति. तद् अवगन्तुं क्लेशः अस्ति. एषः भवति इत्युक्ते विज्ञानस्य अभावत् कारणेन अवगन्तुं क्लेशः अस्ति. क्लेशः अस्ति स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि. अदि अतः न अनुनासिकचिह्नम् अत्र न दत्तं. किन्तु इत्युक्ते कार्यम् उपदेशे अनुनासिक एतत् कार्यं समापयित्वा वयं यत् पश्यामः तदेव वयं पश्यामः. पूर्वस्मिन् काले एतत्तु न कृतम् अनुनासिकसहितमासीत् तदनन्तरम् एतस्य सूत्रस्य उपयोगं कृत्वा अस्मिन् काले यद् वयं पश्यामः तत् प्राप्तम्. ओके, वन् स्टेप् इत्संज्ञा तस्य लोपः कृत्वा एव वयम् इदानीं पश्यामः. ओके, यावत्पर्यन्तम् अवगतं पूर्णिमा अग्रे पठतु. भगिनि, यथा यथा गम्लूर् गतौ अत्र ऋ इति अक्षरः कृतवन्तः केश्वराः अनुनासिकाः इति विज्ञानं यथा अस्माकं सविधे नास्ति तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुमः? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नः स्यात्, यत्र मूलधातोः कश्चन स्वरः आसीत्, यत् लौकिकधातोः नास्ति तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्, अतः उपदेशे अनुनासिकः इति सूत्रेण तस्य लोपः जातः. अवगतवती. व्यवहारे यत् भवति तद् मूलसूत्रेण भवति, किन्तु मूलसूत्रे न भवति न मूलसूत्रे व्यवहारे यत् भवति तद् मूलसूत्रे मूलसूत्रे यत् भवति तत् व्यवहारे न भवति. उल्टा केश्वरः अनुनासिका इति ज्ञातुमेव एतत् सूत्रमस्ति. उपदेशे यत्र अनुनासिकः भवेत् यत्र अनुनासिकः न भवेत् इति निर्दिशति एतत् सूत्रम्. उपदेशे जननुनासिकः इति सूत्रम्. ओके, इदानीं उदाहरणं पठतु तस्य आधारेण. यत्र गम्लृ धातु अत्र इति अच्वर्णः उपदेशिका धातोः अस्ति, लौकिकधातोः नास्ति. औपदेशिकधातोः अस्ति, लौकिकधातोः नास्ति च नास्ति. अतः तस्य लोपः जातः स्यात्. अनेन बुध्यते यत् ऋ इति अच्वर्णः अनुनासिकः अपि च उपदेशे जनुनासिकः इति सूत्रेण तस्य इत्संज्ञा भवति. तदा अन्यत् सूत्रमस्ति तस्य लोपः. प्रथमाध्याय तृतीयपाद नवम सूत्र येन इत्संज्ञकवर्णानां लोपः भवति. तर्हि तस्य लोपः इत्यनेन लृ लोपः गम् इति अवशिष्यते. गम्भीरगतौ इति सूत्रस्य लृ लोपः भवति. किमर्थम् उपदेशिके अनुनासिकः इति सूत्रप्रकारेण तदनन्तरं तस्य लोपः इति सूत्रस्य आधारेण लृ लोपः भवति. गम् एव तिष्ठति अवशिष्यते. ओके, कथं वयं जानीमः लृ एतस्य लोपः अभवत् उपदेशे अनुनासिक इत् इत्यनेन? उपदेशे अच् अनुनासिक इत् इत्यनेन तस्य लोपः भवति. तस्य अन्यसूत्रमस्ति खलु तस्य लोपः इति, तदाधारेण वयं ज्ञातुं शक्यते. हा, परन्तु लु एतस्य उपदेशे अच् अनुनासिक इत् एतस्य उपयोगेन तस्य इत्संज्ञा अभवत् इति वयं कथं जानीमः? अनुनासिकस्वरः अस्ति, लृ अनुनासिकस्वरः अस्ति, तदर्थं स्वरः अस्ति. तत् उपदेशेन अनुनासिका इत् इति अस्ति. इत्संज्ञास्य लोपः भवति इति सूत्रमस्ति, तदर्थं वयं लोपः भवति इति ज्ञातुं शक्यते. ओके, अग्रिमवाक्यं पठतु. लृ अनुनासिकः अस्ति इति कथं ज्ञातं? फलं दृष्ट्वा लोके गम् इत्येव दृश्यते, अतः लृ इत्यस्य लोपः जातः इति लोपः लोपः जातः चेत् उपदेशे जनुनासिका इत्येन सूत्रेण अर्हति स्म. अतः रुवर्णनासिका स्यात् इति अनुमानम् अस्माकम्. यदा औपदेशकदातेन ऋ अस्ति उपयोगे नास्ति इति कारणेन वयं चिन्तितुं शक्यते ऋ अनुनासिका एव भवेत् इति. ओके, अनुमानं कुर्मः. अन्यथा लु वर्णस्य इत्संज्ञा लोपः लोपकार्यम् अपि न भवितुम् अर्हति. ओके, धन्यवादः. यावत्पर्यन्तम् अवगतवन्तः सर्वे, प्रश्नाः सन्ति भगिनि? एकवारं पुनः वदतु भगिनि, समरि. ओके, गम्ल यद् धातु अस्ति तत्र किम् अभवत्? वयं केवलं गम् इति पश्यामः, एतत् वयं जानीमः. अतः किम् अस्ति? लु यदस्ति तत्तु गतम्. लु गतम्. ओके, वयं जानीमः लु स्वरवर्णः अस्ति. ओके, इदानीं वयं जानीमः अपि एवमेकं सूत्रमस्ति उपदेशे अच् अनुनासिक इत्युक्ते उपदेशावस्थायां यदक्ष्वर्णः अनुनासिकः अस्ति तस्य इत्संज्ञा भवितुम् अर्हति. ओके, अतः वयं किम् अनुमानं कर्तुं शक्नुमः? निर्वर्णस्य गमनकार्यं वा लोपकार्यं किमर्थम् अभवत्? ओके, निर्तु वयं जानीमः अक्ष्वर्णः अस्ति, यदा अनुनासिक अच् अस्ति तदा एव तस्य उत्संज्ञा भवितुम् अर्हति. अतः वयम् अनुमानं कर्तुं शक्नुमः निर्वर्णः उपदेश अवस्थायाम् अनुनासिकः अस्ति. तत्कारणेन एव एतस्य सूत्रस्य उपयोगं कृत्वा तस्य लोपः इति अग्रिमसूत्रस्य उपयोगं कृत्वा गम् धातु गम् केवलम् अवशिष्यते. ओके, अवगतं यावत्पर्यन्तं प्रश्नम्? ओके, इदानीं सीतालक्ष्मी अत्र पठतु. सीतालक्ष्मी अस्ति? आम्. अग्रे पठतु. कुत्रचित् कुत्रचित् स्वरस्य इत्संज्ञा प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति. यथा दुपचष् इत्यस्मिन् इकारोत्तरवत्तायः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति. तत्र दु इत्येव एकः वर्णसमूहः, अतः एतादृशं विशिष्टम् इति सङ्गणककार्यमपि प्रदर्श्यते. सङ्गणककार्यं तत्र इति नास्ति महोदय, इत् सङ्गणककार्यम् अपि प्रदर्श्यते. प्रदर्श्यते. ओके, तर्हि ओके, कुत्रचित् स्वरस्य एतस्य अर्थं किं यत् भवती पठितवती? इत्संज्ञा प्राप्तिः भवति यदा भवति सूत्रेण स्वरः महोदय किञ्चित् संस्कृतेन वदतुं न शक्नोमि. वदतु, प्रयत्नं करोतु, चलति. मिश्रणं कृत्वा चलति. अन्यभाषा किं जानाति? हिन्दी वदतु. हिन्दी संस्कृतं मिक्स् कृत्वा वदतु, चलति. स्वरस्य इत्संज्ञा प्राप्तिः कुत्र अस्ति? कुत्र अस्ति सूत्रे यदा स्वरः अन्यवर्णस्य विशिष्टम् अस्ति चेत् सः उकारः अन्यवर्णे वर्णस्य ओके अक्षर अत्र वयं लिखामः. हा, एकनिमिषं. हा, किञ्चित् सरलं करोति. ओके, अस्माकं हस्ते किम् अस्ति? ओके, दुपचष् इति अस्ति न? एकनिमिषं. हा, ओ du pa chash okay iti asti idanim yat bhavati patitavati ha tatra kim kitam asti ha du ha praptah bhavati sutra yada swarah anyavarne अन्यवर्णे सः विशिष्टवर्णसमूहः भवति. वर्णेन सह विशिष्टवर्णसमूहः. वर्णसमूहः इत्युक्ते किम्? वर्णाः सन्ति चेत् ग्रूप् ग्रूप् भवति न? ग्रूप् भवति. ग्रूप् सम्यक्. अत्र सूत्रं यद् दत्तमस्ति उपदेशे अच् अनुनासिक इत् उपदेशे जनुनासिक इत् इति सन्धिकार्यं कृत्वा लिखितमस्ति. उपदेशे अच् अनुनासिक इत् अत्र कति वर्णाः सन्ति? उपदेशे अनुनासिक इत् अस्मिन् सूत्रे कति वर्णाः सन्ति? ओ ओके, अच् अनुनासिक स्वराः सन्ति, स्वराः, परन्तु केवलम् एकमेव वर्णम्. एकः एकमेव वर्णः, तस्य उल्लेखः यदा उल्लेखः अस्ति अस्मिन् सूत्रे इत्युक्ते सः वर्णः यदा अनुनासिकवर्णः अस्ति तस्य इत्संज्ञा भवति. अत्र केवलं वर्णः एकः, अत्र वर्णसमूहविषये उक्तम् अस्ति. ओके, अत्र अस्माकं हस्ते किं किम् अस्ति? डुपचष् अत्र के के वर्णाः सन्ति? विभजनं कर्तु करोतु, वर्णविभजनं करोतु. डकार डकार उकार उकार पकार पकार अकार अकार चकार अकार अकार शकार शकार. ओके, इदानीम् अग्रे पश्यामः एतस्य अर्थं वयं कथं निर्णयं कर्तुं शक्नुमः. हा, अत्र यदा स्वरः अन्येन वर्णेन सह विशिष्ट वर्णसमूहः भवति. ओके, इदानीम् अग्रे पठतु. यथा डुपच इत्यस्मिन् इकारोत्तरवर्ति यः उकारः अस्ति अस्ति सः उकारः अनुनासिकः नास्ति. ओके, एतस्य अर्थं किं? डकारोत्तरवर्ति यः उकारः इत्युक्ते किम्? डकारस्य उकार आगच्छति न महोदय, उद ड उ डकारः तदनन्तरम् उकारः आगच्छति. डकारानन्तरं यत् उकारः आगच्छति सः कीदृशः? सः उकारः अनुनासिकः नास्ति. अतः तस्य इत्संज्ञा भवितुं न अर्हति. अवगतम्? परन्तु एतत् किम् अस्ति? वर्णसमूहः इत्युक्ते डकार प्लस् उकार वर्णसमूहः. अत्र ऊ अनुनासिकः नास्ति, परन्तु डकार उकारयोः वर्णसमूहः अस्ति. तस्य किं भविष्यति? पश्यतु, अधः एतादृशं विशिष्टम् इत्संज्ञककार्यम् अपि प्रदर्शयति. ओके, इत्युक्ते डकार उकारयोः मेलनेन डु यद् आगच्छति तस्य अपि इत्संज्ञा भवितुम् अर्हति सूत्रस्य आधारेण. तत् अग्रे वयं पश्यामः. एतस्य उदाहरणस्य उपयोगम् अग्रे आगच्छति, चिन्ता मा करोतु. ओके, तर्हि इत्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति. अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्संज्ञा विधीयते. सप्तसूत्राणि ज्ञायन्ते चेत् सर्वम् इत्संज्ञाप्रकरणं ज्ञायते. इमानि च सप्तसूत्राणि पाणिनिना सौकर्यार्थम् एकत्र स्थापितानि. ओके, कति सूत्राणि सन्ति इत्संज्ञक विधायकसूत्राणि कति सन्ति आहत्य? सप्तसूत्राणि सन्ति. अष्टाध्यायं चतुस्सहस्रं सूत्राणि सन्ति, परन्तु कति इत्संज्ञाविधायकसूत्राणि सन्ति? सप्त इत्संज्ञकसूत्राणि भिन्नभिन्नस्थलेषु सन्ति वा? इत्संज्ञाविधायकसूत्राणि भिन्नभिन्नस्थलेषु सन्ति? इत्संज्ञाप्रकरणं ज्ञायते. न, प्रश्नं किञ्चित् भिन्नम् अस्ति. इत्संज्ञाविधायकसूत्राणि कुत्र कुत्र सन्ति? प्रश्नमेव न अवगतं. ओके, अनिल्. इत्संज्ञक विधायकसूत्राणि एकत्र एव स्थापितम् अस्ति. एकत्र स्थापितम् अस्ति. कति सन्ति इत्संज्ञविधायकसूत्राणि? सप्तसूत्राणि सन्ति. सप्तसूत्राणि परन्तु एकत्र स्थाने अस्ति. पश्यन्तु, अत्र सन्ति न, 132 तः वन् त्रि एय्ट् पर्यन्तम् एकस्मिन् स्थाने एव स्थापितम् अस्ति द्वितीय आरभ्य अष्टपर्यन्तम् अष्टपर्यन्तम् ओके द्वितीयसूत्रं प्रथमपादे तृतीय प्रथम अष्टाध्ये अध्याये तृतीयपादे अध्याये तृतीयपादे द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तं केवलम् इत्संज्ञा सूत्राणि सन्ति ओके अतः एव एकत्र स्थापितानि एवं लिखितम् अस्ति किमर्थं सौकर्यार्थं पाणिनि अस्माकं सौकर्यार्थम् एकत्र स्थापितवान् इत्संज्ञा विधायकसूत्राणि ओके इदानीं अनिल् अग्रिमवाक्यं स्पष्टीकरणमपि करोतु सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते धातुषु प्रत्ययेषु च त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु अत्र प्रत्ययः इति अनेन प्रत्याः आदेशाः आगमाः प्रत्ययाः प्रत्ययाः आदेशाः आगमाः त्रयाणामपि ग्रहणम् ओके स्पष्टीकरणम् अहम् अवलोक्यामि सप्तसु सूत्रेषु चत्वारि सप्तसूत्राणि सन्ति सप्तसु सूत्रेषु प्रथमचत्वारि सूत्राणि सर्वत्र अप्लिकेबल् अस्ति ओके सप्तसूत्राणि सन्ति तत्र विभजनं कथमस्ति चत्वारि चत्वारि त्रीणि चत्वारि चत्वारि त्रीणि ओके चत्वारि सूत्राणि कुत्र कुत्र उपयुक्तानि सर्वत्र सर्वत्र सर्वत्र इत्युक्ते धातुषु अपि प्रत्ययेषु अपि परन्तु त्रीणि सूत्राणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते प्रत्ययः इत्युक्ते किम् इदानीं प्रत्यय इत्युक्ते अस्मिन् सन्दर्भे प्रत्ययः इत्युक्ते किम् प्रत्यय इत्युक्ते किमपि किमपि शब्द अन्ते प्रयुज्यते इति योजयामः यत्किमपि योजयामः तदस्ति प्रत्ययः अथवा आदेशः अथवा आगमः त्रयाणामपि ग्रहणं भवति प्रत्ययः इति शब्दे शब्दस्य उपयोगेन ओ प्रत्यय इत्युक्ते केवलं प्रत्ययः नास्ति हा न केवलं प्रत्ययः आदेशाः आगमाः अपि तत्र किम् इन्क्लूडेड् सन्ति ओके प्रत्यय अहं जानामि आदेश आगमत्रयाणां सन्ति आगच्छति ओके अस्तु अस्तु अस्तु महोदय ओके यावत्पर्यन्तं प्रश्नाः सन्ति अवगतं सर्वं सो अत्र चतुर्थरूप सन्ति धातु प्रत्यय आदेश आगम ओके चत्वारि सूत्राणि किं केवलं सारि चत्वारि सूत्राणि सर्वत्र उपयुक्तानि धातुषु अपि प्रत्ययेषु अपि परन्तु त्रीणि सूत्राणि केवलं प्रत्ययविषये उपयोगं कर्तव्यं धातुविषये उपयोगं न कर्तव्यम् अस्मिन् सन्दर्भे प्रत्ययः इत्युक्ते त्रयाणामपि ग्रहणं प्रत्ययः आदेशः आगमः इति उक्तम् अस्ति ओके चन्द्रमती अग्रे पठिष्यति आं भगिनि इत्संज्ञाप्रकरणं चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु तादृशु प्रत्ययेषु आदेशेषु आगमेषु वयं दृष्टवन्तः चत्वारि सूत्राणि सर्वत्र उपयोगं कुर्वन्ति उपदेशे अजनुनासिकः अनुनासिक इत् प्रथमाध्याये तृतीयपादे द्वितीयं सूत्रम् उपदेशे इत्युक्ते धातौ प्रत्यये आदेशे आगमे अचुवर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इत् प्रथमान्तम् प्रथमसूत्रम् अत्र अस्ति उपदेशे अजनुनासिकः अनुनासिक इत् इत्युक्ते उपदेशे इत्युक्ते धातौ प्रत्यये आदेशे आगमे धातौ धातु वा प्रत्ययं वा आदेशो वा आगमः वा अत्र उपदेशावस्थायां अनुनासिकः वर्णः अस्ति चेत् तस्य इत् भवति अच् तादृश अच् उपदेशावस्थायाम् अनुनासिकः अच् वर्णः अस्ति चेत् तस्य इत्संज्ञा इत्संज्ञा इति संज्ञा भवति उपदेशे अत्र उपदेशे तद् सप्तमी विभक्ति विभक्त्यमस्ति अच् उपदेशे अजनुनासिकः अच् प्रथमान्तम् अस्ति अनुनासिकः प्रथमान्तम् अस्ति इत् प्रथमान्तम् अस्ति अत्र उपदेशे सप्तम्यन्तम् अस्ति चेत् अत्र अग्रिमवाक्यं पठतु स्पष्टीकरणं अनेकपदमिदं सूत्रम् अत्र अनेकपदानि सन्ति सूत्रे सूत्रं स्वयं सम्पूर्णं सूत्रम् अस्ति परिभाषा अन्यं किमपि नास्ति उपदेशे अज् अनुनासिकः इत् इति सम्पूर्णं सूत्रम् अस्ति उपदेशावस्थायाम् अज् अनुनासिकः इत्संज्ञा भवति अस्ति चेत् तस्य इत् भवति इति सूत्रं वदति उदाहरणं वदतु इति औपदेशिकधातुः अत्र अनुनासिकः अकारः उपदेशे अजनुनासिकः इत् प्रथम अध्याये द्वितीय तृतीयपादे द्वितीयं सूत्रम् इत्यनेन अनुनासिकः अकारस्य इत्संज्ञा तदा वक्षमाणसूत्रेण तस्य लोभः प्रथमाध्याये तृतीयपादे नवमं सूत्रम् इत्यनेन यस्य इत्संज्ञा तस्य लोभः एत् इति लौकिकधातुः एदा इति एदा इति मौलिकरूपम् उपदेशावस्थायाम् अस्ति अत्र अनुनासिकसहित अकारः अन्ते वर्तते उपदेशे अजनुनासिकः इत् इति सूत्रेण अनुनासिक अकारस्य इत् संज्ञा प्राप्नोति अनन्तरं तस्य लोपः इति अन्यं सूत्रम् अस्ति प्रथमाध्याये तृतीयपादे नवमं सूत्रम् इत्यनेन सूत्रेण यस्य इत्संज्ञा भवति तत् वर्णस्य लोभः भवति अतः अनुनासिक अकारस्य लोभः अपि भवति अनन्तरम् एत् इति लौकिकधातुः प्राप्नोति एद् इति अवशिष्टरूपं वयम् अवशिष्टरूपं कुर्मः तद्भवति लौकिक धातु तदर्थं प्रश्नः अस्ति एकः यत् अस्ति तत्र अकारः यदस्ति तदस्ति अनुनासिक अकारः अत्र वयं पश्यामः चेत् पश्यन्तु ओ अरे किं करोमि एध तत्र अनुनासिकचिह्नम् अस्ति एकनिमिषम् अनुनासिकचिह्नं कथं स्थापनीयं पश्यामि हेपिटल् एम् ओके अवगतम् एतत् हा एध यदस्ति तत्र अनुनासिकचिह्नम् अस्ति अकारस्य चन्द्रमती इदानीं वर्णविभजनं करोतु ए ध अनुनासिक अकारः अनुनासिक अकारः ओके अत्र इदानीं किं भवति अनुनासिक अकारस्य इच्छुज्ञा भवति अनुनासिक अकारस्य इच्छया भवति तदा अवशिष्टरूपं किं भवति हेद् हकारः ओ अहं किं कृतवती अकारः गतम् ओके किमर्थं गतम् वयं किम् उपयोगं कृतवन्तः सूत्रं किम् उपयोगलोपः तस्य लोपः इति सूत्र उपदेशे अजननासिक अनन्तरं तस्य लोपः इति उपदेशे अनुनासिक इति सूत्रस्य उपयोगं कृत्वा वयं संज्ञा कृतवन्तः एकवारं तस्य इत्संज्ञा कृतं चेत् तस्य लोपः एतस्य उपयोगेन तत् अदृश्यम् अभवत् अवशिष्टरूपम् अस्ति ओके अवगतं सर्वे प्रश्नः अस्ति पूर्णिमा अग्रे पठतु हलन्त्यं हलन्त्यम् उपदेशस्य अन्ते हरिवर्णः अस्ति चेत् तस्य हरिवर्णस्य इत्संज्ञा भवति हर् प्रथमान्तम् अन्त्यप्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिः सहितसूत्रम् उपदेशे अन्यत् हर् अन्यत् अन्त्यम् उपदेशे अन्त्यम् अन्त्यम् आनीय उदाहरणं पश्यतु उदाहरणं कृ धातु तृच् प्रत्यय तृच् प्रत्यय हलन्त्यम् एक अध्याय एक तृतीयपाद तृतीयसूत्र इत्यनेन चकारस्य इत्संज्ञा तदा तस्य लोपः इत्यनेन लोपः कृ तृ कर्तृ इति प्रातिपादिकं कर्तृ कर्तृ इति वयं ओके कृ अस्ति कृ अस्ति तत्र वयं तृच् प्रत्ययः योजनं कुर्मः तृच् ओके इदानीं तृच् तत्र तृच् प्रत्ययस्य विभजनं करोतu पूर्णिमा अतः तृ अहम् एवमेव ओके तकार तकार तदनन्तरं ऋकार ऋकार अनन्तरं किं च चकार चकार इदानीं तृच् यत् प्रत्ययः अस्ति तस्य अन्तिमवर्णः किम् चकार हलन्त्य अस्ति ओके अतः सूत्रं किम् उपयोगं कुर्मः हलन्त्यस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण चकारस्य इत्संज्ञा कृत्वा किं वयं प्राप्नुमः कृ अधिक केवलं तृ अवशिष्यते चकारः कथं द्वयोः गच्छति वा तकारः कथं गच्छति तिष्ठति चेत् तकारः नागच्छति चेत् सूत्र कथं क्रु एव भवति करोति क्रु कर् कथं भवति न अस्माकम् उद्देश्यं किम् अस्ति हलन्त्यं कुत्र उपयुक्तम् अस्ति अत्र तृच् इति प्रत्ययः अस्ति अस्माकं हस्ते ओके यावत्पर्यन्तम् अवगतं तृच् इति प्रत्ययः केवलं तत्र पश्यतु कृविषये इदानीं चिन्ता मा करोतु अस्माकं हस्ते तृच् इति प्रत्ययः अस्ति एतस्य रूपं किं रूपम् उपयोगं कर्तव्यं तस्य निर्णयः कथं प्रथमकार्यं तृच् प्रत्ययस्य प्रोसेसिङ्ग् भवति तत्र किम् अस्ति तकार ऋकार चकार यदस्ति अत्र चकार यदस्ति अन्तिमवर्णः अस्ति तदुपरि तदस्ति हलन्तवर्णः ओके अतः हलन्त्यम् इति सूत्रस्य उपयोगं भवति उपदेश अवस्थायाम् अन्त्यवर्णः यत् हल् अस्ति तस्य इत्संज्ञा भवति ओके अतः वयं क्लासिफै कर्तुं शक्नुमः चकारः इत्संज्ञा एकवारम् इत्संज्ञा आगच्छति चेत् अन्यसूत्रमस्ति लोपः ओके अतः चकारः अदृश्य भवति अतः अवशिष्टरूपं भवति कृ अतः वयं किं कुर्मः कृ स्वीकुर्मः कृ स्वीकुर्मः तदनन्तरं यत् प्रोसेसिङ्ग् अस्ति तद्वयम् इदानीं न पठितवन्तः ओके परन्तु अत्र साक्षात् दत्तमस्ति कर्तृ इति रूपं सिद्धं भविष्यति ओके तत्र दत्तमस्ति कथं तत् अनन्तरं वयं पश्यामः कर्तृ इति धातुः न भवति खलु महोदय धातु न कर्तृ इति धातु न भवति खलु कर्तृ भगिनी भगिनी माहेश्वरसूत्राणि यूसस् दिस् रूल् खलु अल् अन्तम् इत् अयुन् हलन्त्यं सूत्रमस्ति अयुन् हल् वर्ण प्रत्येकं सूत्रं यदस्ति तस्य अन्तिमवर्णः हल् वर्णः अस्ति अतः तस्य इत्संज्ञा अस्ति ओके ज्ञातम् अतः कृ यदस्ति तस्य कर् कथं भवति तस्मिन् विषये अग्रे वयं पठामः इदानीं चिन्ता मा करोतु ओके केवलं तृच् विषये चिन्ता करोतु तृच् यदस्ति तत् अस्ति प्रत्ययः तत्र यत् प्रत्ययः अस्ति तत्र अन्तिमवर्णः चकारः अस्ति यदस्ति हल् वर्णः अतः तत्र हलन्त्यम् इति सूत्रस्य उपयोगं कृत्वा चकारस्य लोपकार्यं वयं कुर्मः ओके इत्संज्ञा कुर्मः प्रथमं तदनन्तरं तस्य लोपः इति सूत्रेण तस्य लोपकार्यमपि कुर्मः अवशिष्टरूपमस्ति तृ ओके कृ अधिकं तृ कर्तृ इति फलं मिलति यदस्ति प्रातिपदिकरूपम् कृदन्तरूपमस्ति कर्तृ ओके अवगतं यावत्पर्यन्तं अतः वयं सूत्रद्वयं पठितवन्तः उपदेशे अच् अनुनासिक इत् इत्युक्ते उपदेशावस्थायां यत् किमपि अच् वर्णः अस्ति यस्य उपरि चन्द्रबिन्दु आगच्छति तदस्ति अनुनासिक अच् तस्य इत् संज्ञा भवति ओके तदनन्तरं द्वितीयं हा वदतु महोदय काश्चन प्रश्नः अस्ति सन्ति प्रथमः दिस् हलन्त्यं सूत्रे उपदेशे शब्दः इत् शब्दः च इस् इट् लैक् अनुवृत्ति फ्रोम् द प्रीवियस् सूत्र उपदेशे अन्त्यं हल् इति ओके अत्र हलन्त्यं यत् सूत्रमस्ति तत्र केचन के शब्दाः सन्ति हल् हल् अन्त्यं शब्दद्वयम् अस्ति इदानीम् उपरि वयं किं दृष्टवन्तः उपदेशे जनुनासिक इत् तत्र उपदेशे अच् अनुनासिक इत् इति शब्द चत्वारि शब्दाः सन्ति ओके ततः अनुवृत्तिरूपेण वयम् उपदेशे इति स्वीकृतवन्तः इत् अपि स्वीकृतवन्तः इदानीं सम्पूर्णसूत्रमस्ति उपदेशे अन्त्यं हल् इत् द्वौ शब्दौ अनुवृत्त्यौ अस्ति 1-3-2, 1-3-3 ओके उपदेशे अच् अनुनासिक इत् 1-3-2, 1-3-3 हलन्त्यं परन्तु हलन्त्यं सम्पूर्णसूत्रं नास्ति अतः उपरि यदस्ति तस्य मीटु फार्मुला उपयोगं कृत्वा यत्किमपि आवश्यकम् अस्ति तत् स्वीकृत्य सम्पूर्णसूत्रं वयं निर्माणं कुर्मः ओके इदानीम् अनुवृत्ति एतस्य अवगमनं किञ्चित् अधिकम् अभवत् सर्वेषां कृते ओके साक्षात् यत् अत्र वयं द्रष्टुं शक्नुमः उपदेश इत् शब्दद्वयं पदद्वयं वयम् अत्र स्वीकृतवन्तः ओके अनन्तरम् एतस्य किञ्चित् हल् अन्त्यं यदस्ति अन्त्यं हल् इति वयं स्वीकृतवन्तः उपदेशे अन्त्यं हल् इत् स्यात् ओके एक अपि प्रश्नः अस्ति महोदय उपदेशे सप्तमी अस्ति सप्तमी अत्र पाणिनिसप्तमी नास्ति अत्र सामान्यसप्तमी अस्ति अस्माकं लौकिकसप्तमी अस्ति अत्र निमित्तं नास्ति कारणम् अस्ति षष्टि नास्ति चेत् निमित्तं नास्ति अतः एव नामकरणं सूत्रम् इति नामकरणमेव अस्ति अत्र ओके अन्यथा प्रश्नं प्रष्टुम् इच्छति भगिनि कृतृ कर्तृ इति धातुः न भवति खलु प्रातिपदिकं भवति प्रत्ययः अस्ति धातु भवति प्रत्ययः धातु कृ एव खलु धातु कृ एव भवति कर्तृ कथं भवति कृतृ तृ न भवति खलु धातु धातु धातु केवल कृ वा क्रि भवति प्रश्नं पुनः पृच्छतु अल वयं तु तृच् प्रत्यये चा निष्कासयित्वा कर्तृ इति कृतवन्तः खलु कर्तृ इति धातु न भवति खलु न न कर्तृ धातु नास्ति महोदय कृ धातु अस्ति तस्य वयं तृच् प्रत्ययस्य योजनेन किमपि प्रोसेसिङ्ग् कृतवन्तः ओके अन्य किमपि रूपं प्राप्तुं प्रोसेसिङ्ग् कृतवन्तः तदनन्तरं कर्तृ इति पदं अपि नास्ति हा कर्त्रे इति रूपम् आगतं तदस्ति प्रातिपदिकम् प्रातिपदिकं चेत् ओके भगिनि भवती कृदन्तम् इति जानाति वा जानामि महोदय ओके जानाति न अतः कृदन्तरूपम् एकमस्ति कर्तृ इति ओके तदस्ति प्रातिपदिकरूपे तत् कथं वयं प्राप्तवन्तः कृ धाते धातु अस्ति तत्र पृतृच् प्रत्ययस्य योजनेन कर्तृ इति प्रातिपदिकं प्राप्तवन्तः ओके अवगतं यावत्पर्यन्तम् आं महोदय इदानीं कृ विषये चिन्ता मा करोतु तृ विषये अपि चिन्ता मा करोतु केवलं तृच् यत् प्रत्ययः अस्ति तस्य प्रोसेसिङ्ग् कथं कृतम् एतस्मिन् भागे ध्यानं गन्तव्यम् ओके कथं हलन्त्यं सूत्रस्य उपयोगं कृतम् अस्ति तृच् प्रत्ययविषये ओके अन्यत्रापि वयं पश्यामः मन्दं मन्दम् आगच्छति बहुवारम् आगच्छति यदा सरस्वती उक्तवती अस्माकं तु माहेश्वरसूत्राणि अपि सन्ति तत्र वयं साक्षात् दृष्टवन्तः पूर्वमेव हा माहेश्वरसूत्राणि अत्र प्रत्येकं सूत्रमस्ति हलन्त्यम् उपयोगं कृत्वा केवलं यत् अवशिष्टमस्ति ते वर्णाः वयं स्वीकुर्मः हा एकं चतुर्दशसूत्राणि सन्ति प्रत्येकस्य सूत्रस्य अन्तिमवर्णः हल् वर्णः अस्ति अत्रापि हलन्त्यमेव उपयुक्तम् अस्ति हा अवगतम् ओके अत्र अहं स्थगयामि कारणं अग्रिम इत्संज्ञकसूत्रं हा किमस्ति न विभक्तौ तु स्माः एतत् किञ्चित् अधिकं समयं इट् विल् टेक् ओके अतः अहं चिन्तयामि अष्टवादनं तु अभवत् आरम्भं करोमि चेत् दशनिमिषाः न्यूनातिन्यूनं मास्तु महोदय अद्य पर्वणः अस्ति खलु कार्यमस्ति अतः एव अहम् इदानीं तत् आरम्भं न करोमि ओके चलो समापयामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमाधाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं धन्यवादः भगिनि शुभदिनं सङ्क्रान्तिपर्वणः शुभाशयाः पर्वणस्य शुभाशयाः सर्वेषां कृते धन्यवादः